नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति चुरादिगणे विशेषदातवः इति विषयः अनुवर्तते। तत्र विशेषदातुषु प्रधानः विषयः कः इति चेत् तत्र बहवः अदन्तदातवः सन्ति चुरादिगणे। केवलं चुरादिगणे एव अदन्तदातवः सन्ति, न तु अपरेषु गणेषु। अत्र विशेषः कः इति चेत् एते दातवः अदन्ताः इत्युक्ते तत्र ह्रस्वकारः अनुनासिकः नास्ति, ह्रस्वकारस्य संज्ञा न भवति। तर्हि एतेषां सर्वेषां धातूनां विशेषप्रक्रिया भवति। तत्र अदन्तधातोः ह्रस्वकारस्य लोपः भवति अतो लोपः इति सूत्रेण, तत्पश्चात् अतः परस्मिन् पूर्वविधौ इत्यनेन स्थानीवद्भावः भवति येन पूर्वविधिः न जायते इति विशेषः अस्ति, तदस्माभिः चर्चितमेव। तत्पश्चात् अस्मिन् गणे केचन विशेषदातवः सन्ति, यथा कृप्धातुः। कृप्धातुः तत्र कृपोरोलः इति सूत्रेण कृप्धातोः तत्र ऋकारस्य लकारादेशः भवति, अपि च न तत्र ऋकारस्य यदा रेपः भवति, रेपः ऋकारस्य गुणः भूत्वा रेपः यदा भवति तदानीं रेपस्य स्थाने लकारादेशः। यदि कृप्धातोः ऋकारः एव तिष्ठति तदानीं तत्र तु ऋकारस्य लु इति आदेशः भवति। दृष्टम् अनन्तरं तत्र कृत् इति धातुः अपि अस्माभिः दृष्टं, तत्र दीर्घ ऋकारः उपधायामस्ति। दीर्घ ऋकारान्तधातुः अस्ति चेत् ऋत इति धातोः इति सूत्रेण ह्रस्व इकारादेशः भवति इति अस्माभिः पूर्वमपि चर्चितम् अन्येषु गणेषु। परन्तु उपधायां दीर्घ ऋकारः अस्ति चेत् तत्र उपधायाश्च इति एकं सूत्रमस्ति, तेन सूत्रेण उपधायां यः दीर्घ ऋकारः तस्य स्थाने ह्रस्व इकारादेशः भवति। पुरण्ड्रपरः सर्वं कृत्वा कीर्तयति इति रूपं निष्पद्यते। तत्र एव कीर्तयति इति रूपसाधनार्थं तत्र उपधायां च इत्यपि सूत्रमस्ति। कृत् इति धातौ तत्र दीर्घ उपधायां दीर्घ ऋकारस्य अस्वैकारादेशः उरण्ट्रपरः कृत्वा कीर्त् इति भवति। तदानीं तत्र उपधायां च इत्यनेन रेफान्तवकारान्तधातूनां न हलन्तधातोः उपधायां रेपः अथवा वकारः अस्ति चेत् तयोः पूर्वम् इक् वर्णस्य दीर्घत्वं भवति, तदेव उपधायां च इति सूत्रम्। इत्युक्ते हलन्तधातुः स्यात्, अतः कीर्तयति इति रूपं निष्पद्यते। तर्हि उपधायाश्च इति एकं सूत्रम्, उपधायां च इति भिन्नं सूत्रम्, हली च इति सूत्रस्य अनन्तरम् आयाति उपधायां च इति सूत्रम्। तत्सर्वम् अस्माभिः गतवर्गे चर्चितम्। अनन्तरम् अत्र चुरादिगणे मितां ह्रस्वः इति सूत्रमस्ति। तर्हि तत्र ये धातवः मितः सन्ति तेषाम् उपधायां स्वरस्य ह्रस्वत्वं भवति इति अपि अस्माभिः चर्चितम्। अस्मिन् गणे चुरादिगणे ज्ञपादयः षट् इति एकं गणसूत्रमस्ति। तत्र षट् धातवः सन्ति, ते धातवः मितः, अतः तेषाम् उपधायां यः स्वरः अस्ति तस्य ह्रस्वत्वं भवति मितां ह्रस्वः इति सूत्रेण। अत्र स्मर्तव्यः विषयः कः इति चेत् ज्ञपादयः षट् इति तु अस्मिन् चुरादिगणे एव इदं सूत्रमस्ति, गणसूत्रम्। तर्हि तत्र केवलं चुरादिगणे एव मितां ह्रस्वः इति ह्रस्वत्वं भवति। यदि तत्र प्रेरणार्थे निचि अस्ति चेत् तदानीं तत्र तु न भवति, केवलम् तत्र चुरादिगणे एव भवति, न तु प्रेरणार्थे निचि। तदर्थमपि अन्यत् सूत्रमस्ति, तद्वयं पश्यामः अग्रे मातुः पुस्तके। तर्हि इदानीम् अत्र पदव्यवस्था इत्यपि आरब्धः आसीत् गतवर्गे। तर्हि तत्र सामान्यतया निजन्तदातवः निच् प्रत्ययस्य योजनानन्तरं दातवः उभयपदिनः भवन्ति, निचश्च इति सूत्रेण उभयपदिनः भवन्ति इति सामान्यव्यवहारः, सामान्यनियमः। तस्य तु अपवादः तु अस्ति एव। तर्हि केचन दातवः अकस्मात् आत्मनेपदिनः इति सन्ति, अपि च तत्र अकस्मात् आत्मनेपदिनः इति मन्ये ते धातवः नित्यं ते धातवः आत्मनेपदिनः एव भवन्ति. तत्र बहवः धातवः सन्ति. अनन्तरम् आगर्वाद् आत्मनेपदिनः इत्यपि अन्यः एकः गणः. तत्र दशधातवः सन्ति, सर्वे अदन्तदातवः. ते धातवः अपि नित्यम् आत्मनेपदिनः एव भवन्ति. तर्हि तत्र परस्मैपदिरूपमेव न भवति तेषाम् इत्यपि अस्माभिः एकवारं दृष्टमासीत्. तर्हि झटिति पदव्यवस्था इति आरभ्य एकवारं पश्यामः. अद्य सूर्यकुमारी भगिनी आरब्धुम् इच्छति वा? हा भगिनि, पदव्यवस्था सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति, निचच्च शेषात् कर्तरी परस्मैपदम् इति सूत्रद्वयेन. परन्तु चुरादौ अपवादभूत अन्तर्गणद्वयं वर्तते, यत्र धातवः आत्मनेपदिनः सन्ति. सामान्यतया निचच्च शेषात् कर्तरि परस्मैपदम् इति सूत्रद्वयेन उभयपदिनः भवति. परन्तु चुरादिगणे अपवादभूत अन्तर्गणद्वयं वर्तते, तत्र आत्मनेपदिनः एव भवति. आकुस्मात् आत्मनेपदिनः, आकुस्मीयाः नवत्रिंशत् नित्य आत्मनेपदिनः धातवः, येषु प्रायः न कोऽपि धातु प्रसिद्धलोके. आकुस्मादात्मनेपदिनः नवत्रिंशत् धातवः सन्ति, लोके ते प्रसिद्धः नास्ति. उदाहरणमस्ति, यु यावयते निन्दां करोति, चित् चेतयते चिन्तनं करोति, गन्ध गन्धयते दुःखं प्रापयति मारयति, कुस्म कुस्मयते अयोग्यरूपेण कुच्छितरूपेण हसति. उदाहरणानि सन्ति, तदापि लोके प्रसिद्धः नास्ति. द्वितीय धातवः सन्ति, ते आगर्वादात्मनेपदिनः. तत्र दश अदन्तवर्गीय नित्य आत्मनेपदिनः धातवः. आगर्वादात्मनेपदिनः तत्र दश अदन्तदातवः सन्ति, ते नित्यम् आत्मनेपदिनः एव भवति. इमे धातवः अदन्ताः नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अनुनासिकः अतो लोपः इत्यनेन अतः लोपः, अच परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति. यस्मात् अत उपादायाः पुगन्तलघुपदस्य च इत्यनयोः अवकाशो न भवति. आगर्वादात्मनेपदिनः धातवः अदन्तदातवः नित्यम् आत्मनेपदिनः पदिनः. तस्मिन् समूहे अन्ते अनुनासिक अतः अत् नास्ति नास्ति चेत् अतो लोपः क्षमतं भगिनि, इमे धातवः अदन्ताः नाम तस्मिन् समूहे यस्मिन् धातोः अन्ते अनुनासिकः अत् अतो लोप इत्यनेन अतः लोपः, अच परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति. तदर्थं इमे धातवः इत् अतः नास्ति. अनुबन्धलोपानन्तरम् अकार अन्ते अस्ति. ततः अतो लोपः अचः परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति. यस्मात् अतोपदायाः पुगन्तलघुपदस्य चैतनयोः अवकाशः एव नास्ति. उदाहरणमस्ति पद कथौ पद् भवति अतो लोपः इत्यनेन. तदनन्तरं निच् अस्ति चेत् पदि भवति. पदियोगः सेप् सन्धिकार्येण पदयते भवति. आत्मनेपदिरूपमेव. तदेव कुह भवति कुहयते. मृग मृग् भवति मृगयते. गृह गृह भवति गृहयते. वीर विक्रान्तौ वीर भवति वीरयते. सूर विक्रान्तौ सूर भवति सूरयते. स्थूलपरिबृहणे स्थूल भवति अङ्गमस्ति. निच्चियोजनेन स्थूली भवति स्थूलयते स्थूलयते अन्तिमरूपं. सत्र सन्तान क्रियायां निरबन्धरूपं सर् भवति. सत्र भवति क्षम्यतां. सत्रयते भवति. अर्थयाचने अर्थ अङ्गमस्ति. निश्चयोजनेन अर्थि अर्थयते. गर्वमाने गर्व भवति. गर्वे गर्वयते भवति. पठामि वा? न, बहु समीचीनं भगिनि, बहु समीचीनं. तत्र भवती उक्तवती वा पद्योगः तत्र निच् इत्यत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं कथं भवति इति उक्तवती वा? आं भगिनि, पद् गतौ अतो लोपः अस्ति चेत् पद् भवति. पद् पूर्व अकार पकार अनन्तरम् अकार अस्ति. तद् निच् प्रत्ययः अकार दृश्यति अतो लोप इत्यनेन स्थानी भवति अच परस्मिन् पूर्वविधौ सूत्रेण. लोपः अपि स्थानी भवति. निच् प्रत्ययस्य इकारः आ दृश्यते. उपदा दकार अस्ति चेत् पा पर अकारः उपदा नास्ति. उपदायाः उपदा अकारदीर्घ न भवति. प्रसक्तिः एव नास्ति. केन सूत्रेण न भवति दीर्घत्वम्? अत उपदायाः. उत्तमं, समीचीनं. अतः एव पद्यते इति रूपं खलु? न, पदयते, क्षम्यतां, पदयते इति रूपं. पदि इति धातुः भवति. पदि इति धातुः भवति खलु? आं भगिनि. अतः पदयते. पदयते. पतयते इति रूपं समीचीनं। तर्हि गणद्वयमस्ति यत्र हा समीचीनं गणद्वयमस्ति यत्र आगर्वधातु अस्ति चेत् आगर्वादात्मनेपदिनः आकुस्मियाः इति अन्यः गणः आकुस्मियाः आगर्वात् आत्मनेपदिपदिनः अस्तु इतः अग्रे गच्छामः इदानीम् अग्रे मीना भगिनी महोदय एकः प्रश्नः अत्र पद्यते इति अचोनिति इत्यनेन न अत्र अतो उपादायः इत्यनेन वृद्धिः भवति खलु न भवति वा वृद्धिः इत्यस्य प्रसङ्गः अस्ति प्रसङ्गः अस्ति परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन अन्ते अतोलोपः इत्यनेन अकारः लुप्तः स्वस्थानिवत् भवति इति कृत्वा अत उपादायः इति सूत्रस्य प्रसङ्गः न भवति अतः एव पदयते इति रूपं न तु पादयते अत्र वृद्धिः बाधित्वा वृद्धिः बाधितः अस्ति बाधितः इत्युक्ते किं तत्र वृद्धेः प्रसङ्गः एव न भवति वृद्धेः प्रसक्तिः एव न भवति बाधितः इति न वक्तुं शक्नुमः बाधितः इत्युक्ते अन्येन सूत्रेण बाधितः इति भवति अत्र तु बाधः इति एव नास्ति स्थानिवत् यदा भवति तदानीं सूत्रस्य प्रसक्तिः एव न भवति अचः परस्मिन् पूर्वविधौ इति सूत्रेण अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः यदा भवति तदानीम् अत उपादायः इत्यस्य प्रसङ्गः एव न भवति न भवति अस्तु महोदय धन्यवादः अस्तु मीना भगिनि द्वयोः गणयोः अपि आकुस्मात् आत्मनेपदिनः अपि च आगर्वात् आत्मनेपदिनः द्वयोः गणयोः अपि धातवः नित्य आत्मनेपदिनः भेदः अयं यत् आकुस्मात् आत्मनेपदिधातुषु यत्र यत्र उपधायां लघु इक् वा लघु अकारः अस्ति तत्र तत्र यथा सामान्यं गुणवृद्धिः न भवति एव किन्तु आगर्वात् आत्मनेपदिनः यतः अदन्तदातवः अतः अत्र उपधायां लघु इक् वा लघु अकारः अत् अस्ति चेदपि अचः पूर्वस्मिन् पूर्वविधौ इत्यनेन गुणः वृद्धिः न च भवतः अत्र गणद्वयम् अस्ति आकुस्मात् आत्मनेपदिनः अपि च आगर्वात् आत्मनेपदिनः आकुस्मात् आत्मनेपदिनधातुषु उपधायां लघु इक् वा लघु अकारः अस्ति तत्र तत्र यथा सामान्यं गुणः वृद्धिः वा भवति एव साधारणतया यो गुणः अपि च वृद्धिः भवति यु यावयते यु यु तदनन्तरं निच् यो यो यौ नियावि यावयते इति भवति तत्र वृद्धिः भवति इकारः अत्र उकारः नास्ति उपधायां लघु इक् वा लघु अकारः अत उपधायाः इति तत्र उदाहरणं नास्ति यदा सामान्यं गुणः वृद्धिः वा भवति एव परन्तु आगर्वात्मनेपदिनः यतः सर्वे दशदात आदन्त दातवः अतः तत्र उपधायां लघु इक् वा लघु अकारः अस्ति चेत् अपि अजः पूर्व परस्मिन् पूर्वविधौ इत्यनेन गुणवृद्धिः च भवतः न भवतः किमर्थम् इत्युक्ते तत्र उपधा अदन्तदातवः अननुनासिक अकारः अस्ति अतो लोप इत्यनेन अतः लोपः भवति परन्तु तत्र लोपः तत्र अचपूर्वस्मिन् पूर्वविधौ सूत्रेण तत्र लुप्त अकारः स्थानिनः भवति तस्मात् अथ उपादायः स्थानिवत् भवति तस्मात् लुप्त अकारः दृश्यते एव अथ उपादायाः इति सूत्रेण तस्मात् अथ उपादायाः सूत्रं प्रसक्तिः तत्र नास्ति पुगन्तलघुपदस्य च अपि कुत्र अस्ति किन्तु आगर्वात् आत्मनिपदे अदन्तदातवः अतः तत्र उपादायां लघु इक्वा लघु अकारः वा अस्ति चेदपि अचपरस्मिन् पूर्वविधौ यत्र तत्र अकारः लुप्त अकारः अथो लोपो इति लुप्त अकारः अथ उपादायाः सूत्रेण दृश्यते एव तस्मात् अथ उपादायाः प्रसक्तिः नास्ति तस्मात् तत्र प्रसक्तिः नास्ति इत्युक्ते तत्र अथ उपादायाः वृद्धि भवितव्यं परन्तु तत्र न भवति वृद्धि वा गुणवा न भवति इत्येवमेव अहं चिन्तयामि सम्यक् भगिनि सम्यक् तत्र उदाहरणं तु गुणस्य उदाहरणं तु चित् इति धातुः अस्ति खलु चित् अत्र नास्ति उदाहरणे अकस्मात् आत्मनेपदिनः इत्यत्र यु इति एकः धातुः चित् इति धातुः तत्र तु चेतयते अन्तिमवाक्यमपि पठतु ये दातवः आकुस्मात् आत्मनेपदिनः अपि आगर्वात् आपिन आत्मनेपदिनः अपि न सन्ति ये दातवः आकुस्मात् आत्मनेपदिनः अपि आगर्वात् आत्मनेपदिनः अपि न सन्ति गणद्वये नास्ति वा ते सर्वे निचश्च इति सूत्रेण उभयपदिनः निचश्च इति सूत्रः निच् अस्ति चेत् प्रत्ययः अस्ति चेत् उभय साधारणतया उभयपदिनः भवति निचश्च इति सूत्रेण यदा चोरयति चोरयते इत्यादीनि रूपाणि परन्तु ये धातवः अस्मिन् गणद्वये नास्ति चेत् ते निचश्च इति सूत्रेण उभयपति भवति वा सामान्यतया भवति आकस्मात् आत्मनेपदिनः आगर्वाद् आत्मनेपदिनः इत्यपि विहाय अन्ये वैकल्पिकनिजन्तदातवः अपि सन्ति तत्र तु यत्र वैकल्पिकरूपम् अस्ति तत्र तु निचश्च इत्यस्य प्रसङ्गः न भवति अतः सामान्यतया एतादृशनियमः आकस्मात् आत्मनेपदिनः इत्युक्ते केवलम् आत्मनेपदिनः आगर्वाद् आत्मनेपदिनः इत्युक्ते केवलम् आत्मनेपदिनः परन्तु अन्ये धातवः प्रायेण निचश्च इत्यनेन उभयपदिनः भवन्ति अस्तु समीचीनं तर्हि इदानीम् अग्रे धन्यवादः भगिनी अग्रे अरविन्द महोदय वैकल्पिकाः निजन्तदातवः 149 दातवः इमे दातवः वैकल्पिकाः निजन्तदातवः अतः धातु योग निच् योगः शप् चुरादिगणे वा अथवा धातु योगः केवलं शप् भुवादिगणे वा यदा युज् इति धातुः निच् योजयित्वा शप् विकरणप्रत्ययं योजने योजयति योजयते इति रूपद्वयं निचश्च इति सूत्रेण अथवा भुवादिगणे अस्ति चेत् युज् योगः शप् तत्र योजति इति भुवादिगणीयरूपम् यदा कदापि कर्तरि सर्वधातुके परे विशिष्टविकरणप्रत्ययः न उक्तः तदा शप् इति विकरणप्रत्ययः भवति इव एव शप् तु सामान्यम् एते वैकल्पिकाः निजन्तदातवः पाणिनिना भुवादिगणस्य धातुपाठे न उक्ताः किञ्च मातृभिः उच्यते यत् भुवादिगणे भवतु भवन्तु यतोहि येषां कृते किमपि वैशिष्टविधायकसूत्रं न अपेक्षितम्। यदा भुवादिगणे कर्तरि शप् इत्यनेन शप् विहितः तत्र तथैव अत्रापि न कोऽपि भेदः। अपरेषु स्थलेषु अस्माभिः दृष्टं यत् कश्चन धातुः कस्मिंश्चित् धातुगणे नास्ति चेदपि तस्य गणस्य विकरणप्रत्ययः विधीयते विशिष्टसूत्रेण। अत्र तदा किमपि नास्ति, भुवादिवत् कर्तरि शप् इत्यनेन कार्यं सिद्ध्यति, अतः इमे भुवादिगणीया भवन्तु इति मातृणां मतम्। अत्र वैकल्पिकदातवः इति 149 दातवः इति मातृभिः पृथक् कृतमस्ति, ये भुवादिगणीयदातवः अस्ति तेषाम् उत्सर्गरूपेण शप् विकरणप्रत्ययम् आयाति, किन्तु वैकल्पिकरूपेण णिच् भवति चेत् तेषां पूर्वं णिच् कृत्वा तदनन्तरं शप् योजयित्वा निजश्च सूत्रेण रूपद्वयं सिद्ध्यति इति अस्ति। तस्य कृते किमपि विशिष्टसूत्रं नास्ति इति मातुः मतम्। न न, विशिष्टसूत्रं नास्ति इति न, अत्र वस्तुतः तत्र किं वदति इति चेत् वैकल्पिकरूपं भवति इत्युक्ते तत्र साक्षात् भुवादिगणे एव भवतु खलु इति, तदेव तत्र एकैकं रूपं तु वैकल्पिकरूपं कथं सिद्धं, तदर्थं सूत्रं नास्ति, सूत्रं नास्ति, तद् सूत्रं नास्ति, किन्तु वैकल्पिकरूपं लोके दृश्यते इति कृत्वा मातुः तत्र सत्यं, तत्र लोके दृश्यते इत्युक्ते तत्र रूपद्वयम् अस्ति, अतः तत्र एकः धातुः भवादिगणे भवतु, अन्यः धातुः चुरादिगणे भवतु इति तावदेव। वस्तुतः धातुपाठे न तत्र उल्लेखः नास्ति, एतेषां धातूनाम् उल्लेखः नास्ति धातुपाठे, परन्तु मातृभिः तथा उच्यते। चुरादिभ्यः डिच् इति तस्य चुरादिगणे न दत्तमस्ति इति कृत्वा, किन्तु लोके दृश्यते इति कृत्वा मातुः मतं स्वीकृत्य वक्तुं शक्यते। एते एकोनपञ्चाशत् अधिकं सहस्रं दातवः वैकल्पिकरूपम् अपि सिद्ध्यति इति। तदनन्तरं कर्तरि शप् कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्तार्थे सर्वधातुके प्रत्यये परे, कर्तरि सामान्य सप्तम्यन्तं शप् प्रथमान्तं द्विपदमिदं सूत्रं, सर्वधातुके यक् इत्यस्मात् सर्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयोः अधिकारः, धातोः एकाचो हलादे क्रियाभिसमहारेयम् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, धातोः शप् प्रत्ययः परश्च कर्तरि सर्वधातुके। पूर्वं वयं पठितवन्तः तत्र कर्त्रार्थ पर धातोः परे कर्त्रार्थप्रत्ययः अस्ति चेत् तत्र सर्वधातुकप्रत्ययः अस्ति भवति, कर्त्रार्थे अस्ति इति कृत्वा शप् विधानं भवति इति एव कर्तरि शप् इति सूत्रस्य अर्थः। समीचीनं, कति धातवः इति उक्तवान् भवान् अत्र? एकोनपञ्चाशत् अधिक एकसहस्रम्, एकशतम्। अस्तु अस्तु, तदेव अहं चिन्तयामि एकसहस्रं कुतः, एकसहस्रं एकशतं, समीचीनम्। अस्तु अस्तु, तर्हि तत्र वस्तुतः इत्युक्ते तत्र किम् इति चेत् कथं जानीमः एते दातवः वैकल्पिकः दातवः इति एकः प्रश्नः खलु, तत्र सूत्रं नास्ति इति, तत्तु समीचीनं, परन्तु अत्र किम् अस्ति इति चेत् कुत्रचित् ज्ञातुं शक्नुमः वैकल्पिकदातवः इति ज्ञातुं शक्नुमः, यथा अत्र इदित् दातवः उदित् दातवः अत्र इत्संज्ञकदातवः सन्ति, इत्युक्ते धातौ इत्संज्ञा अस्ति चेत् तर्हि तादृशदातवः ईदितः उदितः इत्यादयः ईदितः इत्यादयः दातवः यत्र इत्संज्ञा अस्ति तस्य प्रयोजनं किमपि नास्ति अत्र चुरादिगणे। तर्हि तदानीं वयं वक्तुं शक्नुमः तस्य प्रयोजनं वैकल्पिकनिजन्तरूपम् इति वयं वक्तुं शक्नुमः इत्यपि चर्चा अस्ति। अतः अत्र वैकल्पिकदातवः ये सन्ति अत्र प्रायेण तत्र ते ईदितः उदितः अथवा ह्रस्व इदितः उदितः ईदितः इत्यादयः भवन्ति। अतः वयं ज्ञातुं शक्नुमः ते वैकल्पिकनिजन्तदातवः इति वयं ज्ञातुं शक्नुमः। अतः तत्र ते दातवः यत्र वैकल्पिकरूपं वैकल्पिकः इत्युक्ते किं तत्र एकवारं निच् प्रत्ययः विधीयते एकवारं निच् प्रत्ययः न विधीयते। तर्हि निच् प्रत्ययः विधीयते चेत् युज् योगः निच् इति विधीयते चेत् योजयति योजयते इति रूपं। यस्मिन् पक्षे निच् न विधीयते तदानीं तु तत्र शप्रत्ययः विधीयते कर्तरि शप् इति शप्रत्ययः विधीयते अतः योजति इति रूपं। तर्हि तत्र मातृभिः किम् उच्यते इति चेत् योजति इति यद्रूपं लभ्यते तत्तु भुवादिगणे भवतु योजयति योजयते इति तु चुरादिगणे भवतु इति वदति। तर्हि तत्र प्रेरणार्थे भवति वा हेतुमत् भवति वा प्रेरणार्थे भवति वा हेतुमत् भवति वा इत्युक्ते किं द्वयमपि समानमेव खलु न प्रेरणार्थे अस्ति स्वार्थे अस्ति वा हेतुमत्वे भवति वा इति न अत्र चुरादिगणे अस्ति चेत् स्वार्थे एव चुरादिगणे एव भवति यते दातवः इत्युक्ते तत्र जस्ट् डुप्लिकेट् द धातु इण्टु टु एकः धातुः वैकल्पिकः इति यदा वदामः तर्हि एकः धातुः चुरादिगणे भवति एकः धातुः द्वादिगणे भवति। द्वादिगणे अस्ति चेत् योजयति इति रूपं चुरादिगणे अस्ति चेत् योजयति योजयते तर्हि अर्थः समानः चुरादिगणे अस्ति चेत् स्वार्थे एव तत्र प्रेरणार्थे इति नास्ति। किन्तु किन्तु योजयति इति श्रूयते चेत् तत्र तत्र तु प्रेरणार्थे इति भाति न प्रेरणार्थे न भवति इति मया न उक्तं प्रेरणार्थे अपि भवति तत्तु भिन्नवार्ता सर्वेभ्यः धातुभ्यः प्रेरणार्थे निष्प्रत्ययः भवति एव तत्तु भिन्नवार्ता परन्तु परन्तु अत्र तु धातुः चुरादिगणे अस्ति इत्युक्ते चुरादिगणे अस्ति चेत् चुरादिभ्यः णिच् इति भवति एव। तर्हि इदानीं पश्यतु युज् इति धातुतः णिच् प्रत्ययः प्रथमतया चुरादिभ्यः णिच् इत्यनेन भवति तर्हि योजि इति नूतनधातुः। इदानीं मम विवक्षा प्रेरणार्थे अस्ति चेत् तदानीं पुनः णिच् प्रत्ययः विधीयते योजि योगः णिच् इति विधीयते तदानीं पूर्वतनणिच् प्रत्ययस्य लोपः भवति नेरनिति इति सूत्रेण पूर्वतननिच् प्रत्ययस्य लोपः भवति अतः पुनः योजि इति एव धातुः लभ्यते परन्तु इदानीम् अर्थः भिन्नः इदानीं सः धातुः प्रेरणार्थे अस्ति अतः योजयति योजयते इति यद् रूपम् अस्ति तत्तु भिन्नः तत्र तु प्रेरणार्थे अस्ति तस्य अर्थः भिन्नः तस्य इत्युक्ते योजयति योजयते इत्युक्ते स्वार्थे न भवति एव इति न अर्थः स्वार्थे अपि रूपम् अस्ति योजयति योजयते प्रेरणार्थे अपि भवितुम् अर्हति अस्माकं विवक्षानुगुणम् जानीमः किं गणे अस्ति भगिनि कथं जानीमः किं गणे योजयति इति भुवादिगणे वा चुरादिगणे वा कथं जानीमः न योजयति तत्र युज् धातुः तु चुरादिगणे धातुपटे अस्ति धातुपटे वयं द्रष्टुं शक्नुमः खलु युज् धातुः रूपं समानमेव युज् धातु रूपं समानमेव योजयति इति भुवादिगणे न न भुवादिगणे योजयति इति नास्ति भगिनि योजयति इति नास्ति युज् प्रेरणार्थे प्रेरणार्थे यदि प्रेरणार्थे वक्तुं चेत् प्रेरणार्थे वदति चेदपि योजयति योजयते इति एव अस्ति इति इदानीं पश्यतु युज् इति एकः धातुः चुरादिगणे अस्ति तत्र चुरादिगणे अस्ति इति कृत्वा योजयति योजयते इति रूपम् अस्ति परन्तु तस्य वैकल्पिकरूपमपि अस्ति योजति इति रूपम् अस्ति तर्हि तत्र कौमुदिकारः सर्वं ते तत्र कौमुदिकारः काशिकारः इत्यादयः ते किं कुर्वन्ति इति चेत् एते निजन्तदातवः वैकल्पिकनिजन्तः चुरादिगणे एव भवति एकस्मिन् पक्षे योजयति इति रूपम् अन्यस्मिन् पक्षे योजति इति रूपम् इति वदन्ति तदानीम् इदानीं मातृभिः किं वदति इति चेत् किमर्थं तथा वक्तव्यम् योजयति योजयति इति तु रूपं चुरादिगणे भवतु योजति इति रूपं तु तत्र युज् धातुः तत्र भुवादिगणे भवेत् येन योजति इति रूपं लभ्यते किमर्थं तत्र चुरादिगणे स्थापयित्वा वैकल्पिकेन रूपम् इति किमपि वक्तव्यं साक्षात् भुवादिगणे एव स्थापयामः, एकस्मिन् पक्षे भुवादिगणे योजति इति रूपं लभ्यते, चुरादिगणे तु योजयति योजयते इति रूपं लभ्यते इति इदानीं गणस्य चिन्तनम्। इदानीं प्रेरणार्थे भवति वा इति अस्ति चेत् प्रश्नः, सर्वेभ्यः दातुभ्यः प्रेरणार्थे निच् भवति एव, अतः योजयति योजयते इति तु रूपं लभ्यते एव, तदानीं तत्र प्रसङ्गम् अनुसृत्य प्रेरणार्थे अपि भवितुम् अर्हति, न भवति इति नास्ति। परन्तु धातुः चुरादिगणे अस्ति, अतः प्रथमतया चुरादिभ्यः णिच् इत्यनेन णिच् भवति एव। यदा चुरादिभ्यः णिच् इत्यनेन णिच् भवति तदानीं योजि इति धातुः लभ्यते, तत्र तु णिच् प्रत्ययस्य विशेषः अर्थः नास्ति, केवलं स्वार्थे अस्ति प्रत्ययः। तर्हि इदानीं मम विवक्षा अस्ति अत्र प्रेरणार्थे भवतु इति मम विवक्षा अस्ति चेत्, तदानीं योजि इति यदा यः धातुः लब्धः तस्मात् पुनः णिच् प्रत्ययः प्रेरणार्थे विधीयते हेतुमती च इति सूत्रेण। तर्हि इदानीं पुनः योजि इति एव धातुः लभ्यते, तत्र प्रक्रियां कृत्वा पूर्वतन णिच् प्रत्ययस्य लोपः भवति, अतः योजि इति धातुः एव लभ्यते, पुनः योजयति योजयते इति एव रूपं लभ्यते, रूपे भेदः नास्ति। परन्तु वाक्यं दृष्ट्वा वयं वक्तुं शक्नुमः प्रेरणार्थे अस्ति वा स्वार्थे अस्ति वा इति वयं वक्तुं शक्नुमः। बुद्धं वा? परन्तु अत्र योजति इति चुरादिगणे अपि चुरादिगणे दातु एव युज्, परन्तु मातॄणां मतं वदति तत्र योज् युज् दातु युवादिगणे नास्ति दातु, तत्र पश्यतु धातुः तु चुरादिगणे एव अस्ति धातुपटे, युज् धातुपटे परन्तु परन्तु मातॄणां मतं वदति तत्र यो भुवादिगणे अस्तु इति न भुवादिगणे अस्तु इति न, वादिगणे अपि भवतु चुरादिगणे अपि भवतु, यदा भुवादिगणे अपि अस्ति चुरादिगणे अपि अस्ति तर्हि वैकल्पिकम् इति न वक्तव्यं, न वदामः एव, तर्हि साक्षात् रूपं लभ्यते। भुवादिगणे अस्ति चेत् योजति इति रूपं लभ्यते, चुरादिगणे अस्ति चेत् योजयति योजयते इति रूपं लभ्यते, अतः वैकल्पिकम् इति साक्षात् वक्तव्यमेव नास्ति, साक्षात् भुवादिगणे स्थापयतु तावदेव इति वदति। अस्तु, तर्हि इदानीम् अग्रिम अरुणा भगिनी पठति वा अग्रे भगिनी अग्रे पठतु। एते वैकल्पिकनिजन्तदातवः पञ्चसु विभागेषु विभक्ताः सन्ति, आकुस्मीयाः, आस्वादीयाः, आदृशीयाः, युजादयः च। निजन्ताः चुरादयः इदितः उदितः च। एते अन्तर्गणाः सन्ति, एकैकस्य लक्षणं भिन्नं, यथा आस्वादीय अन्तर्गणे यत्र धातु सकर्मक तत्र निच् भवति, यत्र धातु अकर्मक तत्र निच् न भवति। चुरादिगणे धातुः उदित् चेत् इत्संज्ञक उकारस्य अन्यत् फलं नास्ति चेत् निच् वैकल्पिकम् इति सूचयति। येषु पञ्चषु सर्वत्र निजन्तभावे धातुः परस्मैपदि एव भवति। ओके, प्रयत्नं करोमि। वैकल्पिकनिजन्तदातुः अधुना पञ्चविधे विभागाः सन्ति, एकमस्ति आकुस्मीयाः, द्वितीय आस्वादीयाः, आदृशीयाः, युजादयः च, निजन्तचुरादयः, इदितः उदितः च। अत्र तेषु एकं विभाग सर्वे अपि कार्यं भिन्नम् अस्ति, यथा आस्वादीयः अन्तर्गणे यत्र धातुः सकर्मकः तत्र निच् भवति, यत्र धातुः अकर्मकः चेत् निच् न भवति। भिन्न अनन्तरं चुरादिगणीय निजन्तदातुः उदित् चेत् इत्संज्ञक उकारस्य अन्यत् फलं नास्ति. ओ ओके, फलम् अन्यस्य अस्ति चेत् नास्ति चेत् निच् वैकल्पिकम् इति सूचयति. अन्तिमवाक्यमपि पठतु. येषु आकुस्मीयाः धातवः आकुस्मादात्मनेपदिनः द्विधाः, केचन नित्यनिजन्ताः अन्ये वा निजन्ताः अपि, ये वा निजन्ताः सन्ति एते निच् अभावे शेषात् कर्तरि परस्मैपदमित्येन परस्मैपदिनः एव. आकुस्मात् धातवः द्विविध विभागस्तः, केचन धातवः सर्वेषां नित्यनिजन्ताः, केचन धातवः अन्ये वा निजन्ताः, वैकल्पिकेन निजन्ताः भवति. वा निजन्ता अस्ति चेत् निच् अभावे कर्तरि शेषात् कर्तरि परस्मैपदम् इत्येन परस्मैपदिनः एव भवति. प्रथमम् उक्तं भगिनी, अकस्मात् आत्मनेपदः अत्र केवलम् आत्मनेपदे एव भवति, परन्तु ते धातवः वैकल्पिकधातवः अस्ति, तत्र केवलं परस्मैपदे एव भवति. इत्युक्ते तत्र पश्यतु, प्रथमतया तत्र किम् उक्तं, नित्यं निजन्ताः इति उक्तं, नित्यनिजन्ताः आकुष्मीयाः इति उक्तम्. अनन्तरम् आगर्व किम् उक्तम्, आगर्वात् आत्मनेपदि, आगर्वात् आत्मनेपदिनः इति उक्तं. तत्र तु नित्यम् आत्मनेपदिनः एव भवन्ति इति उक्तम्. इदानीं कुष्मीयाः ये सन्ति ते तु वैकल्पिकाः अपि भवन्ति. तत्र वनद्वयमस्ति, नित्यनिजन्ताः आकुष्मीयाः वाणिजन्ताः आकुष्मीयाः इति गणद्वयम् अस्ति. वाणिजन्ताः आकुष्मीयाः इति गणे तु निजन्ताः वैकल्पिकं, तर्हि एकस्मिन् पक्षे निजन्तरूपम्, अन्यस्मिन् पक्षे चुरा तत्र भुवादिगणवत् रूपं. दिवु इति धातुः अस्ति चेत् देवयते देवती, परन्तु अत्र किं द्रष्टव्यम् इति चेत् यद्यपि निजन्त निष्प्रत्ययः विकल्पेन भवति, तथापि तत्र आत्मनेपदिरूपमेव भवति, परस्मैपदिरूपं न भवति, यतोहि अकुस्मीयाः इति गणः अस्ति. तदनन्तरम् आस्वदीयाः इति गणः, आस्वदीयाः इति गणे तु वैकल्पिकनिजन्तः, एकस्मिन् पक्षे निजन्तरूपम्, अन्यस्मिन् पक्षे निजन्तरूपं नास्ति. परन्तु किं स्मर्तव्यमिति चेत् आस्वदीयाः इत्यत्र सकर्मकप्रयोगः अस्ति चेदेव निच् प्रत्ययः भवति, अकर्मकप्रयोगः अस्ति चेत् न भवति. परन्तु अस्मिन् अस्वदीयगणे सर्वे धातवः सकर्मकाः, अतः सर्वत्र निच् प्रत्ययः भवति. तर्हि प्रथमः गणः अस्ति आकुस्मीयाः, तत्र विकल्पेन निच् भवति. अनन्तरम् अस्वदीयाः आस्वदीयाः इति गणः, तत्रापि निजन्तः विकल्पेन भवति, परन्तु सकर्मकप्रयोगे एव निच् भवति. अनन्तरं तृतीयः अस्ति वाणिजन्ताः आदृशीया युजादयः वा. तृतीयः गणः वाणिजन्ताः आदृशीयाः युजादयः इति, तत्रापि विकल्पेन एव निच् प्रत्ययः भवति, परन्तु रूपद्वयमपि भवति, तत्र प्रस्मैपदी आत्मनेपदी अपि भवति. विकल्पेन यत्र रूपम् अस्ति तत्र तु भुवादिगणवत् भवति. तदनन्तरं तत्र चतुर्थः गणः कः इति चेत् वाणिजन्ताः चुरादयः इति गणः, वाणिजन्ताः चुरादयः इति गणः. तस्मिन् गणे ये धातवः सन्ति ते तु विकल्पेन तेषां निच् प्रत्ययः भवति, ते अपि उभयपदिनः भवन्ति. उभयपदिनः भवन्ति, निजन्तप्रसङ्गे उभयपदिनः भवन्ति. भुवादिगणे अस्ति चेत् परस्मैपदी एव भवति, भुवादिगणे परस्मैपदी एव भवति, भुवादिगणवत् रूपं परस्मैपदी एव भवति. तदनन्तरं पञ्चमः गणः अस्ति वाणिजन्ताः इदितः उदितः ऊदितः इति इदितः उदितः ईदितः ऊदितः इति यः कोऽपि इत्संज्ञकः वर्णः अस्ति धातौ तादृशदातवः अपि विकल्पेन निजन्ताः भवन्ति तर्हि किमर्थं तत्र इदितः उदितः इत्यादयः तत्र उक्ताः इति चेत् तत्र इत्संज्ञकवर्णस्य प्रयोजनं किमपि वक्तव्यं तादृशप्रयोजनं किमपि न दृश्यते अत्र तर्हि तत्र प्रयोजनं किम् इति चेत् वैकल्पिकनिजन्तरूपमेव प्रयोजनम् इति कृत्वा तत्र वानिजन्ताः इदितः उदितः ऊदितः इति अन्यः गणः इति कृत्वा आहत्य पञ्चगणाः अकुस्मीयाः आस्वदीयाः द्वितीयगणः तृतीयगणः आदृशीयाः युजादयः चतुर्थगणः निजन्ताः चुरादयः अनन्तरं पञ्चमः गणः इदितः उदितः ऊदितः इत्यादयः अत्र किं वाट् कामन् फ्याक्टर् किम् इति चेत् सर्वत्र विकल्पेन निष्कृत्यः भवति आकर्वात् आत्मनेपदे सर्वे अपि आत्मनेपदे एव अत्र वैकल्पिकनिजन्तं नास्ति आगर्वाद् आत्मनेपदिनः इत्यत्र वैकल्पिकनिजन्तं नास्ति सर्वे आत्मनेपदिनः एव अत्र तु यः विषयः अस्ति तत्र विकल्पेन निष्कृत्यः भवति इत्येव विषयः अत्र एतादृश बहवः दातवः सन्ति अस्तु भगिनी अत्र काण्ट्रडिक्टरि अस्ति खलु उपरि अकुस्माद् आत्मनेपदिनः नवत्रिंशत् नित्य आत्मनेपदिनः दातवः इति अस्ति अन्ते विकल्पेन इति अस्ति गणद्वयम् अस्ति अकुस्मीयाः इति दातवः गणद्वयम् अस्ति नित्यनिजन्ताः वैकल्पिकनिजन्ताः इति गणद्वयं तस्मिन्नेव गणे गणद्वयम् अस्ति अन्तर्गणः नित्यनिजन्ताः अकुस्मीयाः वा निजन्ताः अकुस्मीयाः इति गणद्वयम् ओ अस्तु अस्तु अवगतं वा पञ्चगणः अत्र मातुः पुस्तके अपि एकवारं पश्यामः अग्रे इदानीम् अन्तिमपरिच्छेदं तत्र कः पठति विजया भगिनी पठतु आं महोदय पठामि अत्र परिसमाप्तिः चत्वारः धातुगणाः सन्ति भगिनी तत्र स्पीकर् समीपे आगच्छतु किमपि न श्रूयते आम् आं महोदय चत्वारः धातुगणाः सन्ति यत्र अङ्गम् अदन्तं भवति ते वादिगणः द्विवादिगणः चुरा तुदादिगणः चुरादिगणः च येषां गणानां कृते अधुना सार्वधातुकलकाराणां पाठः परिसमाप्तः आहत्य येषु चतुर्षु गणेषु एकसहस्रम् अधिक सप्तशत अधिकचत्वारः धातवः सन्ति धातुः सामान्यः वा विशेषः वा येषां सर्वेषां धातूनां कृते लट् लोट् लङ् विधिलिङ्ग् च तिङन्तरूपाणि अस्माभिः ज्ञातानि पाणिनीयधातुपाठे आहत्य एकसहस्रं नवशत अधिकं त्रयोचत्वारिंशत् धातवः सन्ति अतः एतावता एकसहस्रं नवशत अधिक त्रयोचत्वारिंशत् इत्येषु एकचत्वारिंशत् त्रिचत्वारिंशत् अत्र एकसहस्रं सप्तशतम् अधिकचत्वारः समीपे आगच्छतु भगिनी न श्रूयते इत्येषां सार्वधातुकलकाररूपाणि अस्माभिः अवलोकितानि किञ्चित् पुनस्मरणं क्रियते चेत् ज्ञास्यते यत् बहु किमपि व्यवहारिकं ज्ञानं सम्पादितम् अवशिष्टाः केवलं द्विशतं एकोनचत्वारिंशत् धातवः सन्ति येषाम् अङ्गम् अदन्तं नास्ति सम्प्रति तेषां सार्वधातुकलकाररूपाणि परिशीलयिष्यामः अग्रे एतत् विषये इदानीं लट् लोट् लङ् विधिलिङ्ग् एतत् तिङन्तरूपाणि एतत् अभवत् एव अत्र द्वादिगण द्व्यादिगण अनन्तरं तुदादिगण चुरादिगण च एतेषां गणानां कृते सार्वधातुकलकाराणाम् एतत् परिसमाप्तः इतोपि किञ्चित् पुनस्मरणं क्रियते चेत् अत्र बहु किमपि व्याहारिकं ज्ञानं सम्पादितमेव. अग्रे किञ्चित् इतोपि द्विशतं एकोनचत्वारिंशत् धातवः सन्ति, येषां विषये अत्र अङ्गमदन्तं नास्ति. सम्प्रति तेषां सार्वधातुकलकाररूपाणि परिशीलयिष्यामः. अग्रे एतत् विषये पठेम इति तत्र दत्तं. तावदेव खलु महोदय? समीचीनं, सम्यक्. धन्यवादः. तर्हि इदानीं तत्र उपद्विसहस्रधातवः सन्ति, तेषु प्रायेण आधिक्येन ये धातवः सन्ति तेषाम् अध्ययनम् एतावता जातम्. इतोपि तत्र अनदन्ताङ्गेषु अधिकः धातवः न सन्ति अवशिष्टाः, तेषाम् अध्ययनम् अग्रे भविष्यति. इदानीं तत्र चुरादिगणस्य पाठः अभवत्, तर्हि एतावता अदन्त अङ्गेषु तत्र अदन्त यत्र अङ्गम् अदन्तं भवति तादृश शब्दानां विषये अस्माभिः ज्ञातम्. इतः अग्रे अनदन्ताङ्गानाम् अध्ययनम् आरप्स्यते. तस्मात् पूर्वं किञ्चित् मातुः पुस्तके एकवारं पश्यामः किं किम् अस्ति इति. अस्तु, कृपया उद्घाटयन्तु मातुः पुस्तकं चुरादिगणः इति विषयः. वन् जीरो त्रि इति पृष्ठसङ्ख्या मम पुस्तके. अस्तु, तत्र पश्यामः चेत् तत्र प्रथमतया सत्यापपाशरूपवीणा तूलश्लोक इति दीर्घसूत्रेण निच् प्रत्ययस्य विधानं भवति. चुरादिभ्यः धातुभ्यः निच् प्रत्ययो भवति स्वार्थे इति उक्तम्. तर्हि आदौ अनेन सूत्रेण चुरादिगणे निच् प्रत्ययः भवति. अतः चुर् इति धातुः अस्ति चेत् चोरी इति धातुः लभ्यते इति वयं जानीमः. तर्हि अस्य निजन्तस्य सनाद्यन्तादातवः इत्यनेन धातुसंज्ञा भवति इति अपि अस्माभिः ज्ञातम्. तर्हि नूतनधातुः लभ्यते, निच् प्रत्ययस्य योजनेन नूतनधातुः लभ्यते. यस्य धातुसंज्ञा भवति तस्मादेव धातुभ्यः विहिताः प्रत्ययाः लडादयः भवन्ति. तर्हि यदा नूतनधातुः लब्धः तत्पश्चात् लट् लोट् लङ् विधि लिङ् एतेषां रूपाणि सिद्ध्यन्ति. तत्र धातुः यदा लब्धः नूतनधातुः, तर्हि सः धातुः कस्मिन्नपि गणे नास्ति. चोरी इति यः धातुः अस्ति नूतनधातुः, सः कस्मिन्नपि गणे नास्ति इति कृत्वा कर्तरी शप् इत्यनेन कर्त्रार्थे सार्वधातुके परे शप् प्रत्ययः आयाति. अतः चोरी योगः शप् योगः ति चोरयति इति रूपं निष्पन्नं भवति. तत्र तदनन्तरं पदनिर्णयः निजश्च इति सूत्रेण निजन्तात् आत्मनेपदं भवति. कर्तारं चेत् क्रियापलम् अभिप्रेति पाचयते. यदि क्रियापलं कर्तारं न अभिप्रेति तदा परस्मैपदं भवति पाचयति इति. एतत् सर्वम् अस्माभिः अधीतं, किमपि नूतनं नास्ति. तत्र निजन्तप्रयोगे यदा धातुः तत्र निच् प्रत्ययं निमित्तीकृत्य त्रीणि कार्याणि भवन्ति सर्वदा स्मर्तव्यानि. इत्युक्ते प्रथमतया अचोयणिति इति सूत्रेण अजन्तम् अङ्गम् अस्ति चेत् अङ्गस्य वृद्धिः भवति निचि परे, अचोयणिति. द्वितीयं सूत्रमस्ति अत उपदायाः इति सूत्रम्. उपदायां ह्रस्व अकारः अस्ति चेत् निचि परे तत्र वृद्धिः भवति, उपदायाः वृद्धिः भवति. तदनन्तरं पुगन्तलघुपदस्य च इत्यनेन उपदायां लघु इक् वर्णः अस्ति चेत् गुणः भवति इति त्रीणि सूत्राणि. स्वार्थे निच् भवतु वा प्रेरणार्थे निच् भवतु वा, उभयत्र एतानि त्रीणि कार्याणि भवन्ति एव. अचोयनिति, अतोपदायाः, पुगन्तलघुपदस्य च इति त्रीणि कार्याणि स्मर्तव्यानि. तत्पश्चात् यदा नूतनधातुः लब्धः तदानीं कर्तरी शप् इत्यस्य विधानं भवति सार्वधातुकप्रक्रियायाम्. एतत् अपि समानम् अस्ति, प्रेरणार्थे निच् भवतु अथवा स्वार्थे निच् भवतु, उभयत्र समानम् अस्ति कार्यम्. अपि च प्रेरणार्थे वा भवतु स्वार्थे वा भवतु निचश्च इति सूत्रस्यापि प्रसङ्गः भवति. अतः प्रायेण धातवः उभयपदिनः भवन्ति. एतत् सर्वम् उभयत्र समानं, प्रेरणार्थे वा भवतु स्वार्थे वा भवतु, उभयत्र एतानि कार्याणि समानानि. इतः अग्रे तत्र अत्र निज निजन्तप्रसङ्गे एव वयं पश्यामः चेत् विशेषः कः इति चेत् अकारान्तधातुः आकारान्तधातुः दीर्घ आकारान्तधातुः अस्ति चेत् पुक् आगमः भवति निजन्तप्रसङ्गे प्रेरणार्थे वा भवतु स्वार्थे वा भवतु तत्र अर्ति ह्री व्रीरि नुयि श्मायातां पुङ्नौ इति सूत्रेण दीर्घ आकारान्तधातूनां पुगागमः भवति दा इति धातुः अस्ति चेत् दापयति दापयते इति रूपं चुरादिगणे एकः एव धातुः अस्ति आकारान्तधातुः ज्ञा इति धातुः अतः तत्र ज्ञापि इति रूपं ज्ञापयति ज्ञापयते इति रूपं लभ्यते अर्ति ह्री व्ली री नुयि श्मायातां पुङ्नौ इत्यत्र अन्ये अपि धातवः सन्ति तृ ह्री व्ली री नुयि श्मायि एते धातवः तु चुरादिगणे न सन्ति अतः तेषां रूपाणि प्रेरणार्थे निचि एव द्रष्टव्यानि इति तत्र एतावता सामान्यम् उभयत्र प्रेरणार्थे भवतु स्वार्थे भवतु उभयत्र समानः अस्ति प्रक्रिया समाना अस्ति इदानीम् अत्र चुरादिगणे आदौ पश्यामः चेत् इगन्तदातवः इति अत्र उक्तम् इगन्तदातवः अत्र ची चयने इत्यादयः दातवः तत्र एकं स्वीकुर्मः तत्र च्यु इति धातुः अस्ति च्यु च्यु सहने इति धातुः तत् तस्य च्यु सहने इत्यस्य शुभदा भगिनी लटीरूपाणि वदतु आं भगिनि च्यु सहने अस्तु च्यु लटीरूपं प्रथमं तु च्यु योगः णिच्योगः शप् योगः ति तत्र च्यु इत्यस्य अचोयणीति इत्यनेन इगन्ताङ्गस्य क्षम्यताम् अजन्त अङ्गस्य वृद्धिः भूत्वा च्यौ इति भवति च्यौ इ च्यौ णिच् इत्यस्य अनुबन्धलोपे इ इति च्यौ इ शप् इत्यस्मात् अकारः अवशिष्यते च्यौ इ अ ति इति भवति तत्र एचो यवायावः इत्यनेन च्याव् इति भवति च्याव् योगः इ च्यावि इति भवति च्यावि इति सनाद्यन्ताधातवः इत्यनेन तस्य नूतनधातुसंज्ञा भवति च्यावि योगः अ योगः ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा च्यावे योगः अयोगः ति एचो यवायावः च्यावै योगः अयोगः ति च्यावयति इति भवति तदनन्तरं च्यावयति इति च्यावय इति अङ्गं भवति तदनन्तरं परस्मैपदिनः प्रत्ययः तीतः अन्ति सि थः थ मीवः मः तत्र च्यावयति च्यावयतः च्यावयन्ति च्यावयसि च्यावयथः च्यावयथ च्यावयामि च्यावयावः च्यावयामः तत्र णिचस्य इत्यनेन आत्मनेपदिनः अपि भवन्ति च्यावय एव अङ्गं तत्र ते ते इते अन्ते से इथे द्वे एव हेमहे इति प्रत्ययः अतः च्यावयते च्यावयेते च्यावयन्ते च्यावयसे च्यावयेथे च्यावयध्वे च्यावये च्यावयावहे च्यावयामहे इति लटीरूपाणि लोटि अपि वदतु परस्मैपदी परस्मैपदिनः भवति चेत् च्यावयतु च्यावयतात् च्यावयतां च्यावयन्तु च्यावय च्यावयतात् च्यावयतं च्यावयत च्यावयानि च्यावयाव च्यावयाम इति परस्मैपदी आत्मनेपदी अस्ति चेत् च्यावयतां तामितामन्तां सो च्यावयतां च्यावयेतां च्यावयन्तां च्यावयस्व स्व इथां ध्वं सो च्यावयस्व च्यावयेथां च्यावयध्वम् ऐ आवहै आमहै च्यावयै च्यावयावहै च्यावयामहै इति लोटि उत्तमं बहु समीचीनं तर्हि इदानीं उषाभग्नि लङ्गि विधिलिङ्गि अस्तु भगिनि लङ् प्रथमम् अडागमः अच्यावय इति अङ्गं सिद्ध्यति अच्यावयत् अच्यावयताम् अच्यावयन् मध्यमपुरुषः अच्यावः अच्यावतम् अच्यावत न न मध्यमपुरुषे एकवचने पुनः तमन् सुतं त अच्यावयः अच्यावयः अच्यावयतम् अच्यावयत उत्तमपुरुष अम्बम अच्यावयम् अच्यावयव उत्तमपुरुषे द्विवचने पुनः अच्यावय इति अङ्गम् अच्याव यकार वकार यकार वकार अच्याव याव धन्यवादः भगिनि अच्याव याव अच्याव याम देन् विधिलिङ्ग् भगिनि आत्मनेपथ्य आत्मनेपथ्यरूपं लङ् अच्यावय अच्याव थ इताम् अन्त थ इताम् अन्त अच्यावयत अच्याव एताम् अच्याव अच्यावयन्त मध्यमपुष थ इताम् अन्त ताः इतां द्वम् अच्यावयताः अच्याव एताम् अच्यावयद्वम् उत्तमपुष ईवहिमहि अच्याव अच्यावये अच्याव यावहि अच्याव यामहि विधिलिङ्गं वदामि वा भगिनि च्यावय इति अङ्गं च्यावय परस्मैपतिरूपं इतितां युः इहि इतमित च्यावयेत् च्यावयेताम् च्यावयेयुः च्यावयेः इहि इतम् इत अच्या नट च्यावयेः च्यावयेतं च्यावयेत इयम् उत्तमपुष इयम् इव इव च्यावयेयं च्यावयेव च्याव एम आत्मनेपतिरूपं च्यावय इति अङ्गम् ईत इयतामेव च्याव एत च्यावयेतां द्विवचने पुनः वदतु च्यावय योग ईयाताम् ओ ओ ईयाताम् अकार इकार च्याव ये याताम् च्याव ये यातां च्याव ये रन् मध्यमपुरुष च्याव ये थाः च्याव ये याथां यातां च्याव ये द्वं च्यान् उत्तमपुरुष ईय ईवहि ईमहि च्याव येय च्याव ये वहि च्याव एमहि उत्तमं समीचीनम् इति इगन्तदातवः सर्वत्र अचोयनिति इत्यस्य कार्यमस्ति तावदेव इगन्तधातूनाम् इदानीम् अधुपददातवः अधुपददातवः इत्युक्ते तत्र अतोपदायाः इत्यस्य प्रसङ्गः इत्यनेन वृद्धिः भवति तर्हि इदानीम् अत्र धन्यवादः तत्र कः दातु एकनिमेषं पश्यामः तत्र व्रज् मार्गः इत्यस्मिन् अर्थे व्रज् मार्गः इत्यस्मिन् अर्थे तत्र कः विजयलक्ष्मीपत्नी वदतु लटि लोटि अस्ति वा भगिनि आं भगिनि व्रज् तत्र व्रज् इत्यस्य व्राज् इति भवति व्राजय इति अङ्गं व्राजयति व्राजयतः व्राजयन्ति व्राजयसि व्राजयथः व्राजयथ व्राजयामि व्राजयावः व्राजयामः इति परस्मैपदिनः आत्मनेपदिनः व्राजयते व्राजयेते व्राजयन्ते व्राजयसे व्राजयेथे व्राजयध्वे व्राजये व्राजयावहे व्राजयावहे इति भवति. अनन्तरं लोटि व्राजयतु व्राजयतात् व्राजयतां व्राजयन्तु व्राजय व्राजयतात् व्राजयतं व्राजयत व्राजयानि व्राजयाव व्राजयाम इति परस्मैपदेन रूपाणि. लोट्लकार आत्मनेपदिनः व्राजयतां व्राजयेतां व्राजयन्तां व्राजयस्व व्राजयेथां व्राजयध्वं व्राजयै व्राजयावहै व्राजयामहै. उत्तमं बहु सम्यक्. अस्तु तर्हि इदानीम् उमा भगिनी लङ्गि विधिलिङ्गि राज अडागमः व्राजयत्यङ्गं व्राजयत् व्राजयतां व्राजयन् व्राजयः व्राजयतं. भगिनि अडागमः इत्युक्तं खलु? सारि सारि सारि सारि सारि अव्राजयत् अव्राजयताम् अव्राजयन् अव्राजयः अव्राजयतम् अव्राजयत अव्राजयम् अव्राजयाव अव्राजयाम. आत्मनेपदी अव्राजयत अव्राजयेताम् अव्राजयन्त अव्राजयेथाः पुनः वदतु एकवचने. अव्राजयथाः अव्राजयेथाम् अव्राजयध्वम् अव्राजये अव्राजयावहि अव्राजयामहि. विधिनी व्राजये व्राजयेताम् व्राजयेयुः व्राजयेः व्राजयेतम् व्राजयेत व्राजयेयम् व्राजयेव व्राजयेम. आत्मनेपदी व्राजयेत व्राजयेयाथाम् व्राजयेयाताम् व्राजयेयन् व्राजयेथाः व्राजयेयाथाम् व्राजयेध्वम् व्राजयेय व्राजयेवहि व्राजयेमहि. उत्तमं बहु समीचीनं सम्यक्. तर्हि अत्र किमपि नास्ति अधिपदनातवः. तदनन्तरम् अग्रिमपृष्ठे पश्यामः चेत् ज्ञपादयः इति अस्ति. तत्र ज्ञपादयः मितः इति अस्ति खलु. तत्र वयं पश्यामः चेत् षड्धातवः ज्ञपः इत्यतः चिय इत्यन्ताः एते षड्धातवः मितः. ज्ञप इत्यनेन अतोपदायाः इत्यत्र दिग्धौ ज्ञापि अनन्तरं मितां ह्रस्वः इति ह्रस्वे कृते ञपि ज्ञपयति. यच् प्रत्ययः द्विविधः चुरादिभ्यः णिच् इति स्वार्थिकः हेतुमति च इति विहितः णिच् प्रयोजके इति तत्र प्रेरणार्थके इति उक्तं. तदनन्तरं वयं पश्यामः चेत् नान्येमितो हेतौ इति अस्ति. तद् वाक्यम् इदानीं तत्र कः अरविन्द महोदय पठतु. नान्ये मितौ हेतौ गुणसूत्रम् स्वार्थिकनिजन्देषु एते ज्ञपादयः षडेव मितः न अन्ये अतो मितां ह्रस्वः इत्येतेषाम् एव भवति इत्यु भवति एतेषाम् एव भवत्युपादां ह्रस्वो न अन्येषां भवति उपादायां ह्रस्वः न अन्येषाम् इति तत्र स्वार्थिकनिर्दन्तेषु एते ज्ञापादयदातुं षट् ज्ञातवः सन्ति तत् तत्र मितः अन्तर्गणसूत्रे अस्ति तत्र मिताम् अस्ति कृत्वा मितां ह्रस्व इति सूत्रेण इत्येतेषां ह्रस्वत्वं भवति इति एतेषामेव ये षट् षट् दातवानाम् एतां श्रुत्वं भवति अन्येषु ह्रस्वत्वं न भवति इति अन्येषु इत्युक्ते किम् अन्येषु इत्युक्ते अस्मिन् गणे अन्येषां खलु अस्मिन् गणसूत्रे षट् दातवः सन्ति शेषां ह्रस्वत्वं भवति यदि षट् दातवः अधिक अन्यतमः अस्ति चेत् तत्र ह्रस्वत्वं न भवति इति एतान् विहाय अन्यः अस्ति चेत् न भवति एतां तर्हि अन्ये नान्ये मितौ हेतौ इति गणसूत्रस्य अर्थः कः मितौ ह्रस्व न अन्ये मितौ न अन्ये अहे इति विभजनं करोति न अन्ये मिता मितेश् मिते अत्र ह्रस्व एकगण अस्ति न अन्ये न ह्रस्वत्वं न भवति इति अहेतौ इत्यपि उक्तं खलु गणसूत्र अहेतौ इति अस्ति न अहेतौ गणसूत्रे अहेतौ इत्युक्ते हेतुमत् स्वार्थे एव स्वार्थी तदेव तान् स्वार्थकीय निजन्तेषु इति उक्तं सर्वप्रथमम् एते ज्ञपादयः मितः अस्ति कृत्वा ह्रस्वत्वं भवति यदि स्वार्थे अस्ति नास्ति चेत् तन्ते अन्ये भवन्ति तेषां मितौ ह्रस्वं न भवति एते एव दातवः समीचीनम् एते एव दातवः यदा एतेभ्यः धातुभ्यः प्रेरणार्थे निच् भवति तदानीं तेषां मित् संज्ञा नास्ति तेषां ह्रस्वत्वं न भवति इत्युक्ते अस्मिन् गणसूत्रे अर्थद्वयमस्ति न अन्ये मितो हेतौ इति उक्तं न अन्ये इत्युक्ते अस्मिन् गणे अन्ये ये दातवः सन्ति तेषां ह्रस्वत्वं न भवति इति एकः अर्थः अपि च अहेतौ इति उक्तत्वात् एतेषां षड् धातूनां मित्संज्ञा केवलम् अहेतौ एव भवति स्वार्थे एव भवति प्रेरणार्थे न भवति प्रेरणार्थे न भवति इति विशेषः अस्ति अतः प्रेरणार्थे उपयति इति रूपं नास्ति एव स्वार्थे एव अस्ति स्वार्थे अस्ति चेत् षट् धातूनां ह्रस्वत्वं भवति अन्यानां ह्रस्वत्वं न भवति स्वार्थे अस्ति चेदपि किन्तु यतो हेतुमत् अस्ति चेत् सर्वेषु ह्रस्वत्वं न भवति इति एतेषां सर्वेषां ह्रस्वत्वं न भवति सत्यं तर्हि के ते षड् धातवः इत्यतः चिन् इत्यन्तरम् अस्ति अस्ति तत्र ज्ञायम् ज्ञप यम चः रः बल चिन् एते दातवः अदन्ताः न सन्ति तत्र ह्रस्वकारस्य इत्संज्ञा अस्ति केवलं ज्ञप इत्यस्य ज्ञप इत्यस्यापि ह्रस्व अकारः अस्ति ज्ञप चिन् विहाय सर्वत्र अदन्त अस्ति अदन्त नास्ति तत्र ह्रस्वकारस्य इत्संज्ञा अस्ति अस्तु ह्रस्वकारस्य इत्संज्ञा अस्ति अततो गत्वा चिया इति विहाय चिय इत्यत्र तु धातुसंज्ञा एव संख्या नास्ति किमर्थं किं संख्या नास्ति चिन् दातौ प्रिण्टिङ्ग् मिस्टेक् अस्ति भगिनि तावदेव चियधातोः तु वस्तुतः तत्र तत्र आत्वमपि भवति खलु छि छै अतः चययति इति रूपम् आत्वं यत्र न भवति तत्र तु चै चाय चययति इति रूपम् आत्वं भवति चेत् भिन्नं रूपं भवति तत्रैव अस्माभिः दृष्टं खलु चिष्पुरोर्णौ इति सूत्रमस्ति चिष्पुरोर्णौ भगिनी तत्र भवती उक्तवती खलु चपयति इति अपि भवति चपयति सत्यं चपयति अपि च चययति चपयति इति पुगागमः भवति आत्वं भवति चेत् पुगागमः भवति छी धातोः निच् निच्परे अचोयनिति इत्यस्य इत्यनेन वृद्धिः चै इति भवति अनन्तरम् आत्वं भवति अत्वं भवति चेत् पुगागमः भवति अतः चापि इति भवति चपि इति ह्रस्वत्वं पितां ह्रस्वः इत्यनेन ह्रस्वत्वम् अतः चपयति इति एकं रूपं यस्मिन् यस्मिन् पक्षे आत्वं न भवति तत्र चययति इति रूपम् अपि च तत्र चयति इति अपि रूपं दृश्यते इत्युक्ते तत्र वा निजन्ताः इत्यपि अस्ति वा इति द्रष्टव्यं चिय इति धातुः वा निजन्ताः इति अस्ति वा इति द्रष्टव्यं चिय इति धातुः तत्र विकल्पः अस्ति वा इति सूत्रमस्ति न तत्र तत्र सूत्रमस्ति न एकसूत्रम् सूत्रे तु निच् विकल्पेन भवति इति न उक्तम् आत्वं विकल्पेन भवति इति उक्तम् आत्वं विकल्पेन भवति अतः चययति चपयति इति रूपं परन्तु चयति इति रूपं तु तत्र कथं चयति इति रूपं लब्धम् इति प्रश्नः खलु तत्र तु विकल्पेन कथं भवति इति चेत् तत्र चिदातुः द्वादिगणे अपि अस्ति वा इति प्रश्नः भवादिगणे अस्ति वा इति भवादिगणे तु नास्ति परन्तु तत्र कथं तत्र गणसूत्रं किमपि अस्ति वा इति एकवारं चिन्तनीयं किमर्थं तत्र चयति इति रूपम् अस्तु अस्तु तर्हि इदानीम् अग्रे इदुपददातवः इति अस्ति तत्र तु पुगन्तलुप्तस्य च इत्यस्य क्रयं भवति तर्हि इदानीम् एकं दातुं स्वीकुर्मः पिस् गतौ इति धातुः पिस् गतौ इति धातुः तर्हि तत्र पिस् गतौ इति धातोः रूपाणि अरुणा भगिनी वदतु लट् लटि लोटि धातु किं भगिनि धातु किं भगिनि धातु पिस् पिस् गतौ पिस् पकारः इकारः सकारः पिस् गतौ पिस् गतौ ओके पिस् धातु रूपमेव प्रक्रिया भगिनि रूपाणि वदतु पेषय इति अङ्गं धातु पेषयति पेषयतां षकारः नास्ति षकारः नास्ति पेषयति पेषयति पेषयतः पेषयन्ति पेषयसे पेषयः पेषयतां तां पेषयत्वा षकारः नास्ति भगिनि पेषयतः पेषयतः पेषयसि पेषयतः पेषयत् पेषयामि पेषयामि पेष नास्ति भगिनि पेष नास्ति पेष पेषामि पेष्वावः पेष्वामः पुनः एकवारं वदतु क्षम्यतां पेषयति पेषतः पेषन्ति पेषसि पेषतः पेष न पेषयसि पेषयतः ओके पेषसि पेषयतः पेषयथ पेषामि पेषावः पेषामः पेषयावः पेषयामः ओ पेषयावः पेषयामः आत्मनेपदं पेषयते पेषयेत् पेषयन्ते पेषसे पेषयेसे पेषद्वे पेषद्वे पेष पेषयद्वे पेषयद्वे पेषयद्वे पेषयै पेषयावहै वहे पेषयामहे पेषयते पेषयेते पेषयन्ते पेषयसे पेषयेथे पेषयध्वे पेषये पेषयावहे पेषयामहे लोटि वदतु लोटि आत्मने लोट् प्रश्नपदे पेषयतु पेषयथात् पेषय पेषयतां पेषयन्तु पेषय पेषय पेषयतात् पेषयतं पेषयत पेषयानि पेषयावः पेषयामः आत्मनेपदे पेषय पेषतम् विसर्गः न उक्तवती मन्ये ओके पेषयानि पेषयाव पेषयाम आत्मनेपदं पेषयतां पेषयेतां पेषयन्ताम् पेषस्व पेषयस्व पेषयेधां पेषयध्वं पेषयध्वं पेषै पेषावहै पेषामहै पेषयध्वं पेषयै पेषयावहै पेषयामहै इत्युक्ते भवती तत्र अस्माकं स्वाभाविकः एव अस्ति पेष इति एव आयाति तर्हि तत्र पेस इति अस्ति तत्र तु कथञ्चित् अपि तत्र सकारस्य षत्वं भवति वा इति प्रश्नः भवति खलु तत्र पूर्वम् एकारः अस्ति परन्तु यः सकारः अस्ति सः सकारः तु प्रत्ययस्य सकारः नास्ति आदेशरूपी सकारः अपि नास्ति इति कृत्वा तत्र षत्वं न जायते अतः पेस इत्येव अस्ति पेषयति इत्येव अस्ति तत्र षकारः न जायते एव अतः उच्चारणे कश्चन क्लेशः तु अस्ति पेषयै पेषयावहै पेषयामहै इति अस्ति अस्तु तर्हि लङ्गि तर्हि लङ्गि कः वदति विजया भगिनी वदतु आं महोदय अत्र लङ् रूपं लङ् लु ऋङ्क्षु अडुदातः इत्यनेन इति सूत्रेण किञ्चित् समीपे आगच्छतु स्पीकर् सर्वत्र अडागमः भवति महोदय सर्वत्र अडागमः भवति अतः अनन्तरं पिस् इति अस्ति पुगन्तलघुपदस्य इत्यनेन सर्वत्र एकारः भूत्वा गुणः भूत्वा पे भवति अनन्तरं अत्र त तम् अन् अनन्तरं स तत् तं त अं व म इति अस्ति अत्र अपेषयत् अपेषयातां अनन्तरम् अपेषयन् द्विवचने किम् अस्ति अपेषयत् अपेषयताम् इति भवति अपेषयताम् अपेषयन् अपेषयः अपेषयतम् अपेषयत अपेष अपेषयम् अपेष याव अपेषयाम इति भवति लङ् रूपम् अनन्तरं आत्मनेपदिनः अपेषय अपेषयेत अपेषयेतम् अपेषयन् अपेषयन् एकवचने किमस्ति वन्दते वन्दते अपेशयते खलु महोदय अपेशयते प्रत्ययः एकनिमिषम् अत्र आत्मनेपदिनः त इताम् अन्त तः इत्थां द्वम् ईवहिमहि इति अस्ति अपेशयत अपेशयेताम् अपेशयन्त अपेशयताः अपेशयेत्थाम् अपेशयद्वम् अपेशे अपेशे अपेशे वहि एकवचने पुनः अपेशे न पुनः यकार अपेश किमस्ति अत्र इकारः भवति एकारः भूत्वा अपेशयि अपेशये अत्र वृद्धिः भवति अतः तत्र अपेशयै इति भवति अपेशयै न न अङ्गं किम् अस्ति अपेस पिस् पेस भवति पुगुन्दलकपदेश इत्यनेन अनन्तरं अडागमः भवति अपेस अङ्गं किं भवति पेसय इति अङ्गं पेसय अकारः अस्ति अनन्तरम् इकारः गुणः भूत्वा अपेसि अपेसये अपेसये भवति एकारः भवति अपेसये अपेसेय वहि अपेसय महि अपेसया वहि अपेसया महि अपेसया महि विधिलिङ्ग् अत्र विधिलिङ्ग् तत्र पेस पेसयेत् अत्र इत इतां युः इः इतम् इथ अनन्तरम् इयम् इथ इम इति भवति अतः तत्र इयम् इव इम इयम् इव इम आम् अत्र पेसयेत् पेसयेताम् पेसयेयुः पेसयेः पेसयेत्तं पेसयेत् पेसया पेसयेयं पेसया पेस अत्र अपि गुणः पेसयेव पेसयेम इति भवति परस्मैपदिनः अनन्तरं किम् एकवचने पेसये पेसयेयं भवति अं भवति पेसयेयं पेसयेव पेसयेम अनन्तरं आत्मनेपदिनः पेसयेत पेसयेयातां पेसयेरन् पेसयेत्ताः पेसयेयात्थां पेसयेद्वं पेसयेय पेसये पेसये वहि पेसये महि इति भवति हा समीचीनं समीचीनं धन्यवादः महोदय तर्हि इतोपि केचन दातवः सन्ति इदुपदधातवः सर्वत्र गुणः एव भवति विशेषः नास्ति चीस् पूर्णोर् नौ इति सूत्रेण तत्र विभाषा इति अनुवृत्ति अस्ति कृत्वा चयते भवति तत्तु अवगतं महोदय तत् अवगतं चयेति चयेति चपयति इत्यत्र रूपद्वयम् अस्ति यतोहि विकल्पेन आत्वं भवति इति अवगतं परन्तु चयति इत्यपि रूपम् अस्ति खलु विकल्पेन चयति चयते तत् कथम् इति प्रश्नः तर्हि नित्यनिजन्तः इत्युक्ते वानिजन्तः इति दृश्यते वानिजन्तः इति दृश्यते ची धातुः अतः एव तत्र द्वादिगणवत् अपि रूपम् अस्ति अस्तु तर्हि तत्र इदुपदधातवः उदुपदधातवः ऋतुपदधातवः तत्र न कोऽपि विशेषः तत्र सर्वत्र पश्यामः चेत् गुणः भवति गुणः भवति रुदुपददातवः अस्ति चेत् तत्र तु उपदायाश्च इति सूत्रेण ह्रस्वैकारादेशः भवति तदपि अस्माभिः दृष्टं कृत् इति धातोः विषये तदनन्तरं शेषदातवः इति सन्ति तत्र तु विशेषकार्यं किमपि नास्ति अर्क् इति अस्ति चेत् अर्कयति चक्क इति अस्ति चेत् चकयति बुक्क इति अस्ति चेत् बुक्कयति इति एव तत्र विशेषकार्यं किमपि नास्ति इति शेषदातवः बहवः दातवः सन्ति तत्पश्चात् तत्र नित्यनिजन्ताः अपि च वैकल्पिकनिजन्ताः इति विषयः अस्ति. तद् तत्र किञ्चित् वयम् अग्रिमसप्ताहे अपि पश्यामः. तद् दृष्ट्वा ततः अग्रे वयम् अनदन्तधातूनां विषये अग्रे सरामः. अनदन्तधातूनां तत्र प्रथमतया अनदन्त इत्युक्ते तत्र मम प्रश्नः अस्ति इदानीम् इतः अग्रे अनदन्तधातूनां विषये पठितुम् इच्छन्ति वा नो चेत् प्रेरणार्थनिजन्तविषये पठितुम् इच्छन्ति वा? न, अनदन्तानां विषये एव पठितव्यं खलु महोदय. अनदन्तानां विषये अपि पठितव्यं खलु. प्रेरणार्थे तु किञ्चिदेव सूत्रमस्ति भगिनि. प्रेरणार्थे किञ्चिदेव सूत्रमस्ति. तत् तत् समाप्तिं कुर्मः चेत् हेतुः भावस्य अपि साम्यम् अस्ति इति कृत्वा अस्माभिः तत्र वेनस्डे वर्गे बुधवासरस्य वर्गे अस्माभिः प्रेरणार्थे निश्चित् पठित्वा एव ततः अनन्तरमेव तत्र अनदन्ताङ्गानां विषये अध्ययनम् आरब्धम्. एवमेव अत्रापि कुर्मः वा? प्रेरणार्थे चेत् प्रेरणार्थे चेदपि अदन्तमेव भवति न? अदन्तमेव भवति, परन्तु तत्र अर्धदन्तकप्रक्रिया प्रक्रिया इत्युक्ते तत्र विषयः भिन्नः. अस्तु, प्रेरणार्थे एव कुर्मः. तर्हि प्रेरणार्थं प्रेरणार्थकनिजन्तं कुर्मः चेत् तर्हि तत्र प्रेरणार्थे निश्चयेव विशेषदातवः बहवः सन्ति. तदर्थं बहूनि सूत्राणि सन्ति, तत्सर्वं वयं पठामः. तत्पश्चात् तत्र स्थानीवद्भावस्य विषये अपि अध्ययनं भवति. स्थानीवद्भावः इति भवति. अनन्तरं तत्र व्यवहारिकरीत्या तत्र निजन्तानां प्रयोगः वाक्ये कथं भवति इत्यपि वयं पश्यामः. अतः किञ्चित् कालपर्यन्तं प्रेरणार्थे निश्चित्यस्य अध्ययनं भवति. अतः सिद्धाः भवन्तु, इतः अग्रे तत् पठामः. अस्तु, धन्यवादः. अस्तु तर्हि, इत्युक्ते किं विदात्री? विद्यार्थी विदात्री इत्युक्ते तत्र ललितासहस्रनाम एतत् वयं न विदात्री इत्युक्ते विधाता इति अस्ति खलु. विधाता इत्युक्ते तत्र सुप्रीम् कान्शियस् फेमिनैन् फार्म् जगत् धारयति इति. जगत् न केवलं जगत्, सर्वं धारयति इति विधात्री. सर्वं धारयति तृच् प्रत्ययः स्त्रीलिङ्ग् विश्वं धारयन्ति इति कृत्वा. इत्युक्ते यदा भवन्तः उच्चारयन्ति तदानीं भवन्तः अपि आनन्दः भवतु, यदा अहं शृणोमि मम अपि आनन्दः भवतु इति विश्वासः. अस्तु महोदय, धन्यवादः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः भगिनी, नमस्कारः.